तर्हि गतसप्ताहे वयं पृथक्त्वम् इति गुणः तस्य सम्पूर्णं कृत्वा तदनन्तरं संयोगः इति विषये किञ्चित् पठितवन्तः. तर्हि अत्र संयोगस्य विषये तत्र लक्षणवाक्यं किम् इति तस्य विवरणं किञ्चित् रामप्रिया भगिनी कर्तुं शक्नोति वा किञ्चित् पुनस्मरणत्वेन? आम्, संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यवृत्तिः इति लक्षणवाक्यम् अस्ति. व्यवहारः इति वयं दृष्टवन्तः ज्ञानजनकशब्दप्रयोगः इति. यदा तदेव हेतुः संयुक्तः इति व्यवहारः, तदेव कारणं संयोगः इति गुणस्य कारणम् अस्ति. तद् सर्वद्रव्यवृत्तिः, सर्वे द्रव्येषु वर्तते इति. न, विपरीतत्या अस्ति खलु वस्तुतः. द्वितीयपुटं पश्यतु, अत्र शततमे पुटे तत्र कारणं किं कार्यं किम् अत्र चित्रमस्ति खलु तस्य आधारेण. प्रथमं कारणमस्ति शब्दप्रयोगः. तत्र प्रथमकारणं किं, सर्वप्रथमं किम् अस्ति कारणम् अत्र? संयोगः इति कारणं. संयोगः इति कः कारणम्? एकक्षणं क्षम्यतां. संयोगः इति कारणम् इत्युक्ते तत्र संयोगः इति द्विवारम् अस्ति खलु तत्र चित्रे, तत्र कः संयोगः कारणम्? एतद् तु शब्दप्रयोगेन एतद् जनयति तद्. क्षम्यतां, संयोगः शब्दप्रयोगस्य कारणमस्ति तत् संयोगः कारणम्. सत्यं, तर्हि संयोगः इति कारणं खलु, संयुक्तः इति कारणं नास्ति. संयुक्तः इति अस्ति इति कृत्वा संयोगः इति गुणः नास्ति, विपरीतदिश्याम् अस्ति वस्तुतः. तत् चित्रं दृष्ट्वा किञ्चित् वदतु भगिनि, येन सर्वेषां कृते तत्र भ्रमः अस्ति चेत् तत् गच्छति. आम्, अत्र प्रतीतिः प्रथमं भवति हस्तः, हस्तौ संयुक्तौ इति. आम्, संयोगः इति कारणं, तत् कार्यमस्ति शब्दप्रयोगः. संयोगे कारणता अस्ति, तत् शब्दप्रयोगम् इति कार्यं जनयति. अनन्तरं शब्दप्रयोगः एव कारणमस्ति, शब्दप्रयोगे कारणता अस्ति, एतत् ज्ञानं जनयति, ज्ञाने कार्यता अस्ति. यदा वयं दीर्घवाक्येन वदामः इत्युक्ते हस्तनिष्ठ हस्तत्व अवच्छिन्न विशेष्यता निरूपकं ज्ञानं, संयोगनिष्ठ संयोगत्वम् अवच्छिन्न प्रकारता निरूपकं ज्ञानं, ज्ञाननिष्ठकार्यता निरूपितकारणता आश्रयः शब्दप्रयोगः, कारणता आश्रयः शब्दप्रयोग निष्ठकार्यता निरूपितकारणता आश्रयत्वं संयोगे, आश्रयत्वं संयोगः, संयोगे आश्रयत्वं, आश्रयत्वं संयोगस्य लक्षणम्. उत्तमम्, अति उत्तमं. तर्हि एतत् पर्यन्तं सर्वेषां कृते तत्र स्पष्टम् इति चिन्तयामि. तत्र प्रश्नः अस्ति चेत् कृपया वदतु, नो चेत् अग्रे सरेम. अस्तु, तदभ्यन्तरे अन्य केनापि आगतं खलु तत्र द्विवारं ध्वनिः श्रुता मया? हा, पुष्पा भगिनी, ऐ एम् ऑन द अदर लाइन आल्सो, दैट्स व्हाई ऐ एम जस्ट पुटिंग ऑन म्यूट. ओके, हा हा, अस्तु भगिनी. इतोपि केनापि आगतं वा? हरि ओम्. अस्तु अस्तु, तर्हि करपत्रम् उद्घाटयतां. तत्र हस्तौ संयुक्तौ इति ज्ञानम् इति करपत्रमस्ति खलु, तत्र रामप्रिया भगिनी भवती एव आरम्भं करोति वा? आं भगिनि, हस्तौ संयुक्तौ इति ज्ञानं, संयुक्तव्यवहारहेतुः संयोगः, हस्तौ संयुक्तौ इति शब्दप्रयोगेन हस्तौ संयुक्तौ इति प्रतीतिः ज्ञानम् उत्पद्यते। तस्य हस्तौ संयुक्तौ इति आकारज्ञानस्य कारणं भवति संयोगरूपगुणः। हस्तौ संयुक्तौ इति ज्ञाने संयोगः संयोगः हस्ते च इति द्वौ विषयौ विषययोः परस्परसम्बन्धो भवति इत्यनेन तयोः पुनः नामकरणं। संयोगरूपगुणः कुत्र आश्रियते? हस्ते। एतस्मात् हस्तः इति विशेष्यः संयोगः इति प्रकारः। अत्र इदानीमेव वयं दृष्टवन्तः संयुक्तव्यवहारहेतुः संयोगः इति लक्षणवाक्यं संयोगस्य कृते। अत्र हस्तौ संयुक्तौ इति शब्दप्रयोगः अस्ति। एतत् शब्दप्रयोगेन प्रतीतिः हस्तौ संयुक्तौ इति प्रतीतिः इत्युक्ते ज्ञानम् उत्पद्यते मनसि। तस्य हस्तौ संयुक्तौ इति आकारज्ञानस्य कारणं भवति संयोगरूपगुणः। हस्तौ संयुक्तौ इति एतद् प्रतीतिः संयोगरूपगुणः आकारज्ञानस्य कारणं भवति इति हस्तौ संयुक्तौ इति आकारज्ञानस्य किं कारणं भवति इत्युक्ते संयोगरूपगुणः कारणं भवति। तत्र आकारः इत्युक्ते किम्? आकारः इत्युक्ते एतद् शब्दप्रयोगं हस्तौ संयुक्तौ इति आकारः। सत्यम्। इत्युक्ते अस्माकं पुस्तके त्रित्रिंशत्तमे पुटे पश्यतु, अत्र अन्तिमवाक्यं पठतु भगिनि। त्रित्रिंशत् वा? त्रित्रिंशत्तमे पुटे अन्तिमवाक्यं, तत्र चित्रमस्ति खलु, चित्रस्य उपरि त्रिंशत्, एकनिमिषं, द्वित्रिंशत् चित्र ज्ञानं तद्विषयता इति तत्र अन्तिमवाक्यं तस्मिन् पुटे अन्तिमवाक्यम् अन्तिमवाक्यम् अस्ति, अयमेव वैपरीत्येन विचारे विषयः अस्य अस्ति इति विषयी ज्ञानं ज्ञाने विषयता। कुत्र पश्यति एकक्षणम्? ओ, द्वित्रिंशत् एव किल? तत्र आकारः इत्यस्य ज्ञानादिसविषयकपदार्थानां त्रित्रिंशत् आं क्षम्यताम्, आकारः इत्यस्य ज्ञानादिसविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति अर्थः। ज्ञानादिसविषयकपदार्थः आकारः इत्युक्ते येन शब्देन वयं प्रकटीकुर्मः खलु, यद्वयं जानीमः इदानीं शब्देन वयं तस्य ज्ञानस्य प्रकटीकुर्मः चेत् तदेव आकारः इति वदति। तदेव कारणम् अत्र किं कारणं तत्र आकारज्ञानं प्रति? तर्हि तत्र आकारज्ञानं संयोगरूपगुणः कारणम्। अग्रे भगिनि, हस्ते संयुक्तौ इति ज्ञाने संयोगः हस्तः च द्वौ विषयौ। अत्र यदा वयम् आकारं स्वीकुर्मः हस्तौ संयुक्तौ इति, तत्र द्वौ विषयौ स्तः, एकमस्ति ज्ञाने संयोगः इति ज्ञानम्, अनन्तर अन्यत् अस्ति हस्तः इति द्वौ विषयौ स्तः। यथा वयं पूर्वं दृष्टवन्तः खलु भूतलं घटवत् इति, यथा वयं दृष्टवन्तः तत्र भूतलं घटः घटवत् इति तत्र विषयद्वयमासीत्, तद्वत्। विषययोः परस्परसम्बन्धो भवति इत्यनेन तयोः पुनः नामकरणम्। यदा हस्तौ संयुक्तौ इति विषययोः मध्ये परस्परसम्बन्धः अस्ति, अतः तयोः पुनः नामकरणम् इत्युक्ते विषयः इति विशेषणविशेष्यभावः इति किल। हा, यथा तत्र भूतलं घटवत् इति आसीत् खलु, तत्र किं कृतवन्तः? तत्र तत्र त्रिविध इति तत्र ज्ञानस्य या प्रभा आसीत् तेन आधारेण तत्र उक्तवन्तः खलु, तत्र ज्ञानं तत्र भवति विषयता, प्रकारता, संसर्गता इति भवति इति, तदेव तत्र पुनः नामकरणम् इति। तर्हि तत्र हस्तः इति विशेष्यः, संयोगः इति प्रकारः इति। यथा तत्र पूर्वं यदा वयं दृष्टवन्तः, तत्र घटः इति विशेष्यः, भूतलम् इति प्रकारः इति वयं दृष्टवन्तः खलु। अशविकं भूतलमिति विशेष्यः, घटः इति प्रकारः इति वयं दृष्टवन्तः। तद्वत् अत्र हस्तः इति विशेष्यः, संयोगः इति प्रकारः इति ज्ञानस्य नामकरणं तावदेव। ज्ञानस्य नामकरणम् संयोगरूपगुणः कुत्र आश्रियते इत्युक्ते तत्तु हस्ते आश्रियते, आश्रयं भवति। अस्तु, अग्रे भगिनि। हस्तौ संयुक्तौ इति ज्ञानम् अनुभवसिद्धम्, अनेन विषयीभूत भूतगुणः संयोगः सिद्ध्यति। किमर्थम् इति चेत्, कार्यम् अस्ति चेत् तस्य कारणं भवेत्। ज्ञानं प्रति विषयः कारणम्, ज्ञानम् इति एकं कार्यं, तच्च ज्ञानरूपकार्यम् अस्ति चेत् तस्य कारणीभूतविषयः अपि स्यात्। अत्र च अत्र स च विषयः संयोगः। अत्र तु हस्तौ संयुक्तौ इति आकारे एत ज्ञानं भवति, तत्तु अनुभवसिद्धम् अस्ति इत्युक्ते वयम् अनुभवेन सिद्ध्यति एतद् ज्ञानं। अतः अनेन विषयीभूतगुणः संयोगः सिद्ध्यति। एतद् अनुभवेन एतद् ज्ञानं सिद्ध्यति, तत्र अनेन संयोगः इति विषयीभूत गुणः अपि भवति, सिद्ध्यति। किमर्थम् इति चेत्, किमर्थम् एतद्विषयीभूतसंयोगः सिद्ध्यति इति चेत्, कार्यम् अस्ति चेत् तस्य कारणं भवेत्। कार्यम् इति अस्ति चेत्, ज्ञानम् इति कार्यम् अस्ति चेत् तस्य कारणं भवेत्, कारणं सर्वदा भवेत्। ज्ञानं प्रति विषयः कारणम्, ज्ञानस्य कारणं किं, ज्ञानम् इति कार्यस्य प्रति विषयः इति कारणम्। ज्ञानम् इति एकं कार्यं, तच्च ज्ञानरूपकार्यम् अस्ति चेत् तस्य कारणीभूतविषयः अपि स्यात्। ज्ञानम् इति एकं कार्यम् अस्ति, तत्तु ज्ञानरूपकार्यम् अस्ति, ज्ञानरूपकार्यमस्ति चेत् तस्य कारणं किम् इत्युक्ते विषयः। अत्र तु विषयः, अत्र अस्मिन् प्रसङ्गे संयोगः इति विषयः। उत्तमम्, अग्रे भगिनि। ज्ञानं बुद्धिः इति गुणः कुत्र भवति? आत्मनि। केन सम्बन्धेन? समवायसम्बन्धेन। अतः ज्ञानस्य समवायीकारणं भवति आत्मा, असमवायीकारणं च आत्मनि विद्यमानः आत्ममनसंयोगः। असमवायीकारणं भवति कश्चन गुणः, काचन क्रिया वा समवायीकारणे। तर्हि विषयः ज्ञानस्य कारणम् इति उक्ते सति तच्च कारणं कीदृशम्? समवायिकारणं नास्ति, असमवायिकारणं नास्ति, यत् कारणं न समवायिकारणं न वा असमवायिकारणं तत् निमित्तकारणम्। अतः विषयः ज्ञानस्य निमित्तकारणम्। अत्र पुनः प्रश्नः उदेति यत् ज्ञानं बुद्धिः इति गुणः कुत्र भवति इति। तत्तु आत्मनि एव तस्य उत्पादनं भवति। केन सम्बन्धेन इत्युक्ते आम् गुणगुणिनोः मध्ये समवायसम्बन्धः, समवायसम्बन्धेन आत्मनि भवति। अतः ज्ञानस्य समवायीकारणं भवति आत्मा। गुणगुणयोः मध्ये समवायसम्बन्धः, ज्ञानस्य समवायीकारणं। समवायीकारणम् इत्युक्ते स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति। अतः ज्ञानस्य समवायीकारणं भवति आत्मा। इत्युक्ते किं कस्मिन् अस्ति? ज्ञानम् आत्मनि अस्ति। सत्यं। तर्हि तत्र ज्ञानं स्वस्मिन् तादात्म्येन स्थित्वा आत्मनि ज्ञानं क्षम्यतां किं जनयति अत्र प्रथमम्। एकक्षणं भगिनि, अत्र क्रमशः पश्यामः। अत्र प्रथमं कार्यं किं, कारणं किम्? ज्ञानम् इति कार्यं, समवायिकारणं भवति आत्मा। कारणम् इति आत्मा। तर्हि तादात्म्येन कः कस्मिन् भवति अत्र? आत्मा स्वस्मिन् तादात्म्येन स्थित्वा समवायेन ज्ञानं जनयति। हा, सम्यक्। इति कृत्वा तत्र तत्र आत्मा भवति ज्ञानं प्रति समवायिकारणं, खलु? तर्हि समवायिकारणम् इति अस्ति चेत् तत्र कारणता अवच्छेदकसम्बन्धः कः? समवायिकारणम् अस्ति चेत् कारणता अवच्छेदक सम्बन्धः तादात्म्यसम्बन्धः, कार्यता अवच्छेदकसम्बन्धः एव समवायसम्बन्धः। उत्तमं। तर्हि इदानीं आत्मा, क्षम्यतां, तत्र ज्ञानम् आत्मनि भवति चेत् तर्हि अत्र आत्मा इति समवायसम्बन्धः भवति, सत्यं? तर्हि इदानीम् असमवायिकारणं किम् अत्र? असमवायिकारणं च आत्मनि विद्यमानः आत्ममनसंयोगः। आत्मनि एतद् आत्ममनसंयोगः भवति, तत्तु असमवायिकारणं भवति। तत्र तु कार्यतावच्छेदकसम्बन्धः, कारणता अवच्छेदक सम्बन्धः द्वौ अपि समवायसम्बन्धः। श्रूयते वा भगिनि? हरि ओम् भगिनि, तत्र श्रूयते वा? हा, श्रूयते। तत्र तत्र अधिकरणं किं, हा हा, अधिकरणं किम् इति पृष्टवती। तत्र कार्यता असमवायिकारणं च आत्मनि विद्यमानः आत्ममनसंयोगः। अत्रापि आत्मा इति अधिकरणं भवति। आत्ममन तत्र आत्मन आम् आत्मा एव मन अधिकरणम्। आत्मा इति अधिकरणं। तत्र इदानीं कारणं किं, कार्यं किं, केन सम्बन्धेन? अत्र आत्मा इति कारणं, मनः इति आत्ममनसंयोगः। आत्ममन संयोगः इति भवति किल, मनः इति आत्ममनसंयोगः इति कार्यम्. तद् वाक्यं पुनः एकवारं पठतु भगिनि. असमवायिकारणं च आत्मनि विद्यमानः आत्ममनसंयोगः. सो आत्मा इति कार्यं, क्षम्यतां कारणम्, न एकक्षणम्. तद् वाक्यं किमस्ति, असमवायिकारणं किं तस्मिन् तेन वाक्येन? असमवायिकारणं च आत्मनि विद्यमानः, आत्मनि विद्यमानः आत्ममनसंयोगः. आत्ममनसंयोगः तु आत्मनि विद्यमानः अस्ति. आत्ममनसंयोगः क्षम्यतां किञ्चित् भ्रमः जातः अत्र. समवायिकारणं असमवायिकारणं तत्र आत्मनि विद्यमानः इति त्यजतु इदानीम्. असमवायिकारणं च आत्ममनसंयोगः खलु, तर्हि आत्ममनसंयोगः कः? कार्यं भगिनि, असमवायिकारणं भवति. न, असमवायिकारणं भवति, सत्यम्. आत्ममनसंयोगः इति असमवायिकारणम्. हरि ओम्, रामप्रिया भगिनी अस्ति वा? श्रूयते वा? श्रूयते भगिनि. अस्तु, रामप्रिया भगिनी गच्छति. हा अस्तु. अभ्यन्तरे अन्य केनापि आगतं वा? मध्ये एकवारं ध्वनिः श्रुता मया. इदानीम् आम् भगिनि, क्षम्यताम्. चिन्ता नास्ति, चिन्ता नास्ति. तर्हि इदानीम् आत्ममनसंयोगः इति असमवायिकारणम् अस्ति खलु? आत्ममनसंयोगः इति असमवायिकारणं, स च तत् असमवायिकारणम् अस्ति आत्मनि. तत्र संयोग आत्ममनसंयोगः इति कृत्वा संयोगः द्विनिष्ठः खलु, आत्मनि अपि विद्यते, मनसि अपि, क्षम्यतां, मनसि अपि विद्यते. तर्हि तत्र आत्मनि विद्यमानः आत्ममनसंयोगः इदानीम् असमवायिकारणम् अस्ति. इदानीं कार्यं किम् अत्र, कीदृशं कार्यं प्रति असमवायिकारणम् अस्ति आत्ममनसंयोगः इति? हा, ज्ञानमेव, सत्यं. तर्हि इदानीं ज्ञानस्य समवायीकारणं किम् इति दृष्टवन्तः खलु. ज्ञानस्य असमवायीकारणं किम् इति अत्र अस्ति. तर्हि इदानीम् असमवायिकारणे तत्र प्रथमविध असमवायिकारणं वा द्वितीयविध असमवायिकारणं वा इति किञ्चित् परिशीलयति वा भगिनि? ज्ञानम् इति कार्यम् कार्यमस्ति, आत्ममनसंयोगः इति कारणमस्ति. कार्येण सह वा कारणं, इति ज्ञानमिति कार्यं. तर्हि तत्र ज्ञानमिति कार्यम् अपि च आत्ममनसंयोगः इति कारणं, तयोः तत्र कार्यकारणयोः तत्र समानाधिकरण्यम् आवश्यकं खलु. तर्हि तेषां, तर्हि इदानीं तयोः अधिकरणं किम्? आत्मा प्रथमम्. हा, आत्मा, उत्तमं. तर्हि इदानीम् आत्मनि ज्ञानं केन सम्बन्धेन अस्ति? आत्मा ज्ञानं, क्षम्यताम्, आत्मनि ज्ञानं समवायसम्बन्धेन अस्ति. उत्तमम्. आत्ममनसंयोगः केन सम्बन्धेन अस्ति? आत्मम् असमवायिकारणेन न समवायसम्बन्धेन क्षम्यताम् आत्ममनसंयोगः आत्मनि समवायसम्बन्धेन एव अस्ति. हरि ओम्. कालिता अवच्छेदकसम्बन्धः कः? समवायसम्बन्धः. कारणता अवच्छेदकसम्बन्धः अपि समवायसम्बन्धः. तर्हि कार्यतावच्छेदकसम्बन्धः कारणतावच्छेदकसम्बन्धः द्वयमपि समवायसम्बन्धः चेत् कीदृशम् असमवायिकारणम्? प्रथमविधम्. प्रथमविधम् इत्युक्ते कार्येण एकस्मिन् अर्थे समवेतं सत्कारणम् असमवायिकारणं खलु. तर्हि प्रथमविध असमवायिकारणम् इति अस्ति. उत्तमं. तर्हि अग्रे भगिनि. असमवायिकारणं भवति कश्चन गुणः काचन क्रिया वा समवायिकारणे. यदा समवायिकारणं भवति तत्र कश्चन गुणः वा काचन क्रिया वा समवायिकारणे भवति. न एकक्षणं. समवायिकारणे किं भवति, गुणः अथवा क्रिया भवति, तत् किं भवति? असमवायिकारणं भवति समवायिकारणे कश्चन गुणः वा काचन क्रिया वा असमवायिकारणं किमर्थं? क्षम्यताम्. हा तत्र समवायिकारणे गुणः अथवा क्रिया अस्ति चेत् तत् किं भवति? असमवायिकारणं भवति. असमवायिकारणं भवति इत्युक्ते असमवायिकारणम् इति वदामः चेत् तद् गुणः वा भवतु क्रिया वा भवतु इति एकं. द्वितीयम् अस्ति तत् समवायिकारणे भवतु इति. अस्तु. तर्हि समवायिकारणं किं भवति साधारणतया? समवायिकारणम् इत्युक्ते स्वस्मिन् तादात्म्येन स्थित्वा किल समवायेन कार्यं जनयति. सत्यं. तर्हि कीदृशपदार्थः तथा भवति इत्युक्ते असमवायिकारणम् इति वयं तत्र गुणः वा क्रिया वा इति उक्तवन्तः खलु, तद्वत् समवायिकारणम् इति किं भवति? कपालः घटः इति स्वीकुर्मः चेत् कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटः इति जनयति. कीदृशः इत्युक्ते अत्र गुणः अथवा न भगिनि, अत्र गुणः अथवा क्रिया इति उक्तवन्तः खलु, तद्वत् समवायिकारणं किं भवति इति मम प्रश्नः. अवगच्छति वा? इत्युक्ते ज्ञानम् आत्मनि अस्ति, आत्मा इति समवायिकारणम् इति वयम् उक्तवन्तः खलु. आत्मा इति कीदृशः पदार्थः? आत्मा इति द्रव्यम्. हा द्रव्यम्. तर्हि द्रव्यमेव समवायिकारणं भवति खलु? आमामामां. क्षम्यतां. द्रव्यं कप् कटः. तर्हि अस्तु अग्रे विषये. तर्हि विषयः ज्ञानस्य कारणम् इति उक्ते सति तच्च कारणं कीदृशम्? ओके. अत्र अन्यप्रश्नः अस्ति, विषयः ज्ञानस्य कारणम् इति वयं दृष्टवन्तः इति वयं वदामः चेत् तत् कीदृशं कारणम् इत्युक्ते समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति इति वयं दृष्टवन्तः. इदानीं यत् कारणं समवायि वा असमवायि वा नास्ति तत्तु निमित्तकारणम् अस्ति. अतः विषयः ज्ञानस्य निमित्तकारणम्. विषयः ज्ञानस्य निमित्तकारणम् अस्ति. समवायः अपि नास्ति असमवायः अपि नास्ति अतः निमित्तकारणम्. इत्युक्ते किमर्थं तथा अन्ततो गत्वा आगतं तत्र समवायिकारणं? विषयः इति ज्ञानस्य समवायिकारणमपि नास्ति असमवायिकारणमपि नास्ति इति किमर्थम् आगतम्? ज्ञानं ज्ञानस्य समवायिकारणं तु आत्मा अस्ति, असमवायिकारणं तु एतद् आत्मनि विद्यमानः आत्ममनसंयोगः अस्ति. इत्युक्ते विषयस्य ज्ञानस्य विषयः कीदृशं कारणम् इति प्रश्नः उदेति चेत् समवायः अपि नास्ति, असमवायः समवायिकारणमपि नास्ति, असमवायिकारणमपि नास्ति. अतः तत्तु विषय निमित्तकारणं, विषयः ज्ञानस्य निमित्तकारणम्. हा, अपि च एतदपि वक्तुं शक्नुमः खलु, तत्र विषयः इति आत्मनि तत्र समवायिकारणं भवति चेत् तत्र आत्मनि समवायसम्बन्धेन स्यात् खलु. आत्मा इति भवतु समवायिकारणं चेत् क्षम्यतां, तत्र समवायिकारणम् इत्युक्ते तादात्म्यसम्बन्धेन भवतु, असमवायिकारणं चेत् तत्र समवायसम्बन्धः अथवा स्वसमवायिसमवायित्वसम्बन्धः खलु, तेन सम्बन्धेन भवेत् इति. तर्हि तादृशसम्बन्धेन नास्ति इति कृत्वा निमित्तकारणम् इति अपि वक्तुं शक्नुमः. यद् प्रायः तत्र स्नेहस्य विषये अपि दृष्टवन्तः स्यात् तद्वत्. अस्तु अस्तु, एतत् पर्यन्तं सम्यक् अस्ति वा? प्रश्नः नास्ति खलु? अस्तु, तर्हि सुनील् महोदय, स्नेह विषये चर्चा कुर्वन्तः न इति तदैव एवं सुलभम् अस्ति. सत्यं सत्यं सत्यं, तदेव तदेव अत्रापि सत्यम्. अहं पठामि. अत्र च प्रक्रिया भवति संयोगरूपविषयः इति मूलनिमित्तकारणम्, अनेन शब्दप्रयोगो जायते, तस्माच्च ज्ञानम् उत्पद्यते. एतत् सर्वं कथं भवति लोके? रामः वदति हस्तौ संयुक्तौ, अनेन श्रोतुः श्यामस्य मनसि हस्तौ संयुक्तौ इति ज्ञानम् उत्पद्यते. अस्मिन् ज्ञाने हस्तः इति विशेष्याख्यः विषयः, संयोगश्च प्रकाराख्यः विषयः. अतः संयोगप्रकारकं ज्ञानं हस्तविशेष्यकं ज्ञानं च इति वक्तव्यम्. आहत्य हस्तौ संयुक्तौ इति आकारकं ज्ञानम्. इदं सर्वं ज्ञानम् उत्पद्यते श्रोतुः मनसि. यदा कश्चन वक्ता अस्ति, स च वक्ता हस्तौ संयुक्तौ इति वदति, श्रोता च तं व्यवहारं शृणोति, तदानीम् इदं हस्तौ संयुक्तौ इति आकारकं ज्ञानं श्रोतुः मनसि उत्पद्यते. अत्र काचित् प्रक्रिया भवति इति अस्ति, संयोगरूपविषयः इति मूलनिमित्तकारणम्. अत्र पूर्वं दृष्टवन्तः इति तदेव संयोगरूपविषयः एव इति अत्र निमित्तकारणम् इति स्वीकरणीयम्. अतः अनेन शब्दप्रयोगो जायते, तस्माच्च ज्ञानम् उत्पद्यते. ज्ञानं शब्दप्रयोगेन उत्पद्यते इति. एतत् सर्वं कथं भवति लोके? रामः वदति हस्तौ संयुक्तौ, अनेन श्रोतुः श्यामस्य मनसि हस्तौ संयुक्तौ इति ज्ञानम् उत्पद्यते. अतः अत्र एकम् उदाहरणमस्ति, रामः हस्तौ संयुक्तौ इति वदति, तद् श्रुत्वा श्यामस्य मनसि हस्तौ संयुक्तौ इति ज्ञानम् उत्पद्यते. अस्मिन् ज्ञाने हस्तः इति विशेष्याख्यः विषयः, संयोगश्च प्रकाराख्यः विषयः. अत्र ज्ञाने विशेष्यता प्रकारता इति सः इति वयं दृष्टवन्तः. अतः अत्र हस्तः इति विशेष्याख्यः विषयः, संयोगः प्रकाराख्यः विषयः इति. तदेव किल भगिनि, अत्र विशेष्यता प्रकारः प्रकारता इति सत्यम्। अतः संयोगप्रकारकं ज्ञानं हस्तविशेष्यकं ज्ञानमिति अपि वक्तव्यम्। अतः नूतन संज्ञा भवति अत्र, संयोगप्रकारकं ज्ञानं हस्तविशेष्यकं ज्ञानमिति द्वौ आहत्य हस्तौ संयुक्तौ इति आकारकं ज्ञानम्। अतः अत्र हस्तौ संयुक्तौ इति एकं संज्ञां स्वीकृत्य आकारकं ज्ञानमिति वदामः। अत्र इति संज्ञा नास्ति इति प्रतीतिः अस्ति खलु। नामकरणं खलु, तदेव उक्तवती संज्ञा इत्युक्ते तत्र तादृशनामकरणं नास्ति, तत्र केवलं हस्तौ संयुक्तौ इति प्रतीतिः। आकारः इत्युक्ते किम् इति रामप्रिया भगिनी उक्तवती खलु, तर्हि तादृश आकारकं ज्ञानं भवति हस्तौ संयुक्तौ इति कथनेन। इदं सर्वं ज्ञानम् उत्पद्यते श्रोतुः मनसि, अतः अत्र श्रुत्वा तद् ज्ञानं मनसि उत्पद्यते। यदा कश्चन वक्ता अस्ति, स च वक्ता हस्तौ संयुक्तौ इति वदति, श्रोता च तं व्यवहारं शृणोति, तदानीम् इदं हस्तौ संयुक्तौ इति आकारकं ज्ञानं श्रोतुः मनसि उत्पद्यते। अतः कश्चन वदति हस्तौ संयुक्तौ इति, अन्य कश्चन शृणोति, तस्य मनसि एतादृशम् आकारकं ज्ञानम् उत्पद्यते। किन्तु कश्चन रामः इति पुरुषः एकाकी कस्मिंश्चित् प्रकोष्ठे घटः पटे अस्ति इति पश्यति चेत् इयं प्रक्रिया संयोगरूपगुणात् घटपटौ संयुक्तौ इति शब्दप्रयोगः, तस्मात् च घटपटौ संयुक्तौ इति आकारकं ज्ञानं न भवति। यतोहि रामः एकाकी इति कारणतः शब्दप्रयोगः एव नास्ति, तथापि घटेन सह पटः संयुक्तः इति ज्ञानं तु उत्पद्यते एव रामस्य मनसि। अतः आहत्य एतत् सर्वं संयोगरूपगुणात् शब्दप्रयोगः, तस्माच्च ज्ञानं भवति यदा द्वौ जनौ अथवा तदधिकाः जनाः सन्ति। एकः एव जनः अस्ति चेत् एतादृशी प्रक्रिया न सम्भवति। अत्र अन्य उदाहरणमस्ति, अत्र रामः एकाकी अस्ति, अतः सः अत्र प्रकोष्ठे घटः पटे अस्ति इति पश्यति, परन्तु अत्र घटपटौ संयुक्तौ इति शब्दप्रयोगः न वदति इति, परन्तु अत्र घटपटौ संयुक्तौ इति आकारकज्ञानं न भवति। इत्युक्ते अत्र सः एकाकी अस्ति इति कारणेन शब्दप्रयोगः न भवति, अतः श्रोतुः अपि नास्ति इति, श्रोता अस्ति नास्ति इति। अतः घटेन सह पटः संयुक्तः इति ज्ञानं तु उत्पद्यते एव रामस्य मनसि, केवलं रामस्य मनसि एव घटपटयोः संयुक्तः इति ज्ञानम् उत्पद्यते। अतः आहत्य संयोगरूपगुणात् शब्दप्रयोगः, तस्मात् च ज्ञानं भवति यदा द्वौ जनौ अथवा तदधिकाः जनाः सन्ति। एकः एव जनः अस्ति चेत् एतादृशी प्रक्रिया न सम्भवति। अत्र घटपटौ इति संयुक्तौ इति केवलं तस्य मनसि एव भवति, अन्यजनः वा जनः न सन्ति इति कारणेन एतादृशप्रक्रिया न भवति, परन्तु वक्ता अस्ति तस्य मनसि भवति इति। एतादृशप्रक्रिया न भवति इत्युक्ते किम्? पूर्व उदाहरणे रामः वदति श्यामः श्रुतवान्, अतः तत् तस्य रामः किम् उक्तवान् तद् ज्ञानं श्यामस्य मनसि इति प्रक्रिया जनयति इति. अत्र प्रक्रिया इत्युक्ते का? अत्र शब्दप्रयोगेन ज्ञानं श्यामस्य मनसि अभवत् पूर्वम्. उत्तमम्. अत्र इदानीं रामः एकाकी इति कारणेन शब्दप्रयोगः न अभवत्, अतः तादृशप्रक्रिया न भवति, परन्तु केवलं रामस्य मनसि एव घटपटो संयुक्तो इति ज्ञानं आकारज्ञानं अस्ति इति. उत्तमं. सत्यम् इत्युक्ते ज्ञानं तु भवति एव, परन्तु घटपटौ संयुक्तौ इति प्रतीतिः तत्र नास्ति खलु, यतोहि तत्र तादृशशब्दप्रयोगः न अभवत्. तर्हि तेन तर्हि तादृश आकारकं ज्ञानं न भवति, परन्तु घटेन सह पटः संयुक्तः इति ज्ञानं तु अस्ति एव. अग्रे महोदय. यथोक्तम् एतादृशी प्रक्रिया संयोगः शब्दप्रयोगः ज्ञानम् इति न भवति यदा एकः एव मनुष्यः अस्ति, द्वौ जनौ अथवा तदधिकाः जनाः सन्ति चेदेव इदं सर्वं सम्भवति. तर्हि अत्र किं पर्यवसितं? यत्र यत्र ज्ञानं तत्र सर्वत्र तस्य उत्पादनार्थं शब्दप्रयोगः भवेत् इति नियमः नास्ति. ज्ञाने कश्चन विषयः भवेत् किन्तु शब्दः भवेत् इति नास्ति. अपि च एकः एव जनः अस्ति चेत् स च घटः पटे अस्ति इति पश्यति चेत् स्वस्य मनसि घटपटौ संयुक्तौ इति शब्दप्रयोगः इति न भवति. न्यायशास्त्रे मुखात् निसरति चेदेव शब्दः भवति. पुनः अत्र प्रक्रियायाः विषयः, अत्र संयोगः अनन्तरं शब्दप्रयोगः अनन्तरं ज्ञानमिति प्रक्रिया भवति. क्रिया न भवति, प्रक्रिया भवति खलु. क्रिया नास्ति, कापि क्रिया नास्ति अत्र. तत्र कश्चन एकः एव मनुष्यः अस्ति चेत् तादृशप्रक्रिया न भवति. द्वौ जनौ अथवा तदधिकाः जनाः सन्ति चेदेव इदं प्रक्रिया सर्वं सम्भवति. अत्र द्वौ अथवा अधिकजनाः सन्ति चेदेव तादृशप्रक्रिया भवति. तर्हि अत्र किं पर्यवस्थितं? यत्र यत्र ज्ञानं तत्र सर्वत्र तस्य उत्पादनार्थं शब्दप्रयोगः भवेत् इति नियमः नास्ति. अत्र ज्ञानार्थं शब्दप्रयोगः भवेत् इति नियमः नास्ति, परन्तु अत्र प्रक्रियार्थं शब्दप्रयोगः आवश्यम् एव इति एव अस्ति. न तथा नास्ति खलु. तत्र प्रक्रियाद्वयम् अस्ति खलु. एकम् अस्ति तत्र संयोगः अस्ति इति कृत्वा शब्दप्रयोगः, शब्दप्रयोगेन ज्ञानं तद्भवति यदा तत्र जनद्वयम् अस्ति अथवा अधिकजनाः सन्ति चेत्. तर्हि तत्र शब्दप्रयोगस्य आधारेण ज्ञानं भवति. अन्यजनः अस्ति चेत् एकः एव इति नास्ति, परन्तु अन्यः कश्चन तेन सह अस्ति चेत् तदा तत्र तादृशज्ञानं भवति. परन्तु कोऽपि एकाकी अस्ति चेदपि तत्र ज्ञानं भवति. तदेव अस्ति खलु अत्र, यत्र यत्र ज्ञानं तत्र सर्वत्र तस्य उत्पादनार्थं शब्दप्रयोगः भवेत् इति नियमः नास्ति. इत्युक्ते शब्दप्रयोगः नास्ति चेत् ज्ञानं नास्ति इति न भवति. तर्हि तत्र भिन्नप्रक्रिया अस्ति. इत्युक्ते एकप्रक्रिया अस्ति यत्र शब्दप्रयोगः, शब्दप्रयोगेन ज्ञानम्. अन्यप्रक्रिया अस्ति तत्र विषयः अस्ति चेत् विषयस्य आधारेण ज्ञानं भवति, तत्र शब्दप्रयोगः भवतु इति नास्ति. अग्रे पठतु. अतः अत्र अत्र अस्ति अग्रिमपरिच्छेदं वा अथवा न न अस्मिन्नेव परिच्छेदः तत्र समाप्तं न अभवत् खलु भगिनि. अत्र निस्सरति इति अर्थं किं निस्सरति कुत्र भगिनि? एकक्षणम् एकक्षणं, तत्र तावत्पर्यन्तं न आगतवन्तः, सम्पूर्णं कुर्मः तदनन्तरं पृच्छतु. हा सुनु महोदय. अत्र ज्ञाने कश्चन विषयः भवेत् किन्तु शब्दः भवेत् इति नास्ति. तदेव इदानीं भवती उक्तवती अत्र ज्ञानं द्विविधं भवति इति, शब्दप्रयोगेन भवति अथवा कश्चन एकाकी अस्ति चेदपि दृष्ट्वा ज्ञानं भवति इति. अत्र अतः विषयः भवेदपि ज्ञानं भवति, शब्दः भवेत् इति नियमः नास्ति. अपि च विषयः भवेत् न, एकक्षणं महोदय क्षम्यतां, तत्र विषयः भवेत् इति ज्ञानं भवति इति न, इत्युक्ते ज्ञानस्य कृते विषयः तु सर्वदा आवश्यकः एव खलु. ज्ञानः तु सविषयकपदार्थः, परन्तु विषयः विषयः अस्ति चेत् तत्र ज्ञानं भवति, परन्तु शब्दप्रयोगः सर्वदा ज्ञानस्य कृते आवश्यकम् इति नास्ति. शब्दः इति वक्तुमेव इष्टवान् परन्तु अस्तु अस्तु. अपि च एकः एव जनः अस्ति चेत् स च घटः पटे अस्ति इति पश्यति चेत् स्वस्य मनसि घटपटौ संयुक्तौ इति शब्दप्रयोगः इति न भवति. अतः अत्र कश्चन एकाकी अस्ति, सः घटपटयोः मध्ये संयोगः पश्यति, परन्तु सः तत्र शब्दप्रयोगः न भवति इति. तस्य मनसि ज्ञानं भवति परन्तु तत्र शब्दप्रयोगः न भवति, सः एकाकी अस्ति इति कारणेन. अतः न्यायशास्त्रे मुखात् निस्सरति चेदेव शब्दः भवति. अतः न्यायशास्त्रे कश्चन वदति चेदेव शब्दः भवति इति नियमः अस्ति. केवलं दृष्ट्वा तस्य ज्ञानं मनसि भवति चेत् शब्दः इति नाङ्गीकरोति. हा इत्युक्ते अस्माकं मनसि यदा वयं चिन्तयामः तत्र घटपटः संयुक्तः इति अथवा घटपटौ संयुक्तौ इति, तर्हि तत्तु शब्दप्रयोगः इति नास्ति. यदा वयं वदामः मुखेन तत्र घटपटौ संयुक्तौ इति, तदा एव तत्र शब्दप्रयोगः इति न्यायशास्त्रं वदति. पुष्पा भगिनी इदानीम् अवगतवती वा निस्सरति इत्युक्ते किम् इति? निस्सरति इत्युक्ते मुखेन वदति न? हा हा हा इत्युक्ते मुखात् बहिरागच्छति इति खलु, यदा शब्दः मुखात् बहिः आगच्छति. आगच्छति अस्तु अस्तु भगिनि. अत्र प्रश्नः अस्ति, एतद् प्रक्रिया संयोगः शब्दप्रयोगः ज्ञानम् इति, यदा संयोगः नास्ति किमपि अन्य व्यवहारहेतुः गुणः अस्ति चेदपि एतत् प्रक्रिया एव भवति किल? सत्यं सत्यं, तत्र इत्युक्ते यत्र कुत्रापि तत् ज्ञानं भवति तत्र एतत् प्रक्रिया तु भवति एव. समानप्रक्रिया समानप्रक्रिया भवति एव. धन्यवादः. अस्तु पुष्पा भगिनी भवती एव अग्रे पठति वा? एक एव मनुष्यः अस्ति चेत् तस्य आत्मनि यत् ज्ञानं जायते तच्च ज्ञानं शब्दप्रयोगेन न जायते. तर्हि अत्र कीदृशी प्रक्रिया ज्ञानस्य उत्पादनार्थं शब्दप्रयोगस्य आवश्यकता सर्वथा नास्ति. रामः घटः पटे अस्ति इति पश्यति चेत् तत्र संयोगेन सह चक्षुरिन्द्रियसन्निकर्षः जातः, अनेन प्रत्यक्षं ज्ञानम्। अत्र इदानीं विवरणं कृतवन्तः, एक एव मनुष्यः अस्ति चेत् आत्मनि ज्ञानं जायते, तत्र शब्दप्रयोगेण न ज्ञानम् अस्ति। अत्र तद्रिके कीदृशी प्रक्रिया इति प्रश्नम् आयाति। ज्ञानस्य उत्पादनार्थं शब्दप्रयोगस्य आवश्यकता सर्वथा नास्ति। तत्तु शब्दप्रयोगः ज्ञान उत्पादनं कृते नास्ति, आवश्यकता नास्ति। तथैव रामः घटः पटे अस्ति इति पश्यति, द्रष्टुम् एव ज्ञानम् उत्पादयति। अत्र चक्षु इन्द्रिय सन्निकर्ष कर्षः जातः, तथैव प्रत्यक्षज्ञानम् उत्पादयति। हा, इत्युक्ते किं भवती अवगतवती वा? इत्युक्ते किम् इत्युक्ते तत्र शब्दप्रयोगेन अस्ति इत्युक्ते किम्? तत्र शब्दप्रयोगेन इत्युक्ते तत् वदनं आवश्यकता नास्ति, तत् शब्दप्रयोगं वदनं आवश्यकता अस्ति। हा, इत्युक्ते तत्र किमपि न वदति चेदपि तत्र ज्ञानं भवति इति कथं ज्ञानं भवति अत्र? चक्षुरिन्द्रिय इन्द्रियसन्निकर्षेण चक्षुरिन्द्रियसन्निकर्षः इत्युक्ते किम्? अत्र चक्षुः तद् पश्यति, तद् तत्तु कटः पटे अस्ति इति पश्यति। हा, सत्यं सत्यम्। इत्युक्ते तत्र यदा वयं पश्यामः तत्र इन्द्रियसन्निकर्षेण इत्युक्ते इन्द्रियप्रभावेन हा ज्ञातुं शक्नुमः, तादृशज्ञानमस्ति प्रत्यक्षम् इति। यद्वयम् इन्द्रियसन्निकर्षेण जानीमः तादृशज्ञानमस्ति प्रत्यक्षम् इति। अग्रे भगिनि, इदानीं द्वयोः हस्तयोः संयोगं दृष्ट्वा रामः हस्तौ संयुक्तौ इति शब्दप्रयोगं करोति। तस्य शब्दप्रयोगस्य श्रवणेन हस्तौ संयुक्तौ इति श्यामस्य ज्ञानं भवति चेत् तत् ज्ञानं शब्दबोधः न तु प्रत्यक्षज्ञानम्। शब्दबोधं प्रति शब्दप्रयोगः कारणं भवति। शब्दप्रयोगः भवेत् एव तत्र, किन्तु प्रत्यक्षज्ञानं प्रति शब्दप्रयोगः कारणं न भवति। हस्तौ संयुक्तौ इति ज्ञानं अत्र शब्दबोधं क्षम्यतां ज्ञानं शब्दबोधः न तु प्रत्यक्षज्ञानं। शब्दबोधं प्रति शब्दप्रयोगः कारणं भवति, शब्दप्रयोगः भवेत् एव तत्र, किन्तु प्रत्यक्षज्ञानं प्रति शब्दप्रयोगः कारणं न भवति। हस्तौ संयुक्तौ प्रति इति ज्ञानं शब्द बोधात्मकं बोधात्मकम् चेत् एव शब्दप्रयोगः कारणीभूतः भवति. अस्तु, इदानीं द्वयोः हस्तयोः संयोगं दृष्ट्वा रामः वदति हस्तौ संयुक्तौ इति. तत् श्रुत्वा श्रुत्वा न श्रुत्वा सम्यक् अस्ति श्रुत्वा श्रुत्वा तत् श्रुत्वा श्यामः तु श्यामस्य ज्ञानम् अभवत् उत्पादयति हस्तौ संयुक्तौ इति. तत्तु प्रत्यक्षज्ञानं नास्ति, एकनिमिष इण्टर्नेट् तत्र शब्दबोध न तु प्रत्यक्षज्ञानम्. अत्र शब्दबोधं प्रति शब्दप्रयोगः कारणं भवति. तत्तु शब्दप्रयोगः शब्दप्रयोगं प्रति कारणं शब्दप्रयोगम् एतत् शब्दबोधः इत्युक्ते किम्? शब्दबोधः बोधं शब्दप्रयोगः कारणं शब्दप्रबोधनं बोधं कार्यम् अस्ति अत्र. भगिनि एक न कार्यं तत् तत् सम्यक् न जानामि. तत्तु प्रत्यक्षज्ञानं शब्दप्रत्यक्षणं मम श्रूयते वा? हा श्रूयते. अस्तु भगिनि एकक्षणं, प्रश्नः प्रथमं शृणोतु तदनन्तरम् उत्तरं ददातु. अहं अत्र प्रयत्नं कुर्वन्ती अस्मि, भवती न शृणोति एव. तत्र एकक्षणं, तत्र मम प्रश्नः अस्ति शाब्दबोधः इत्युक्ते किम् इति. तत्र तस्य कारणं किम् इति अहं न पृष्टवती. शाब्दबोधः इत्युक्ते किम् इति पृष्टवती. ज्ञानं शाब्दबोध अत्र कोऽपि वदति चेत् तत्र शाब्दबोधः अस्ति. न कोऽपि वदति चेत् शाब्दबोधः नास्ति. तत्र अन्य कोऽपि वक्तुं शक्नोति वा? न शब्दबोधस्य भावः इति हा तदपि सत्यं, परन्तु सुनील् महोदय भवान् किं शब्देन बोधं जनयति इति? हा सत्यम्, इत्युक्ते शब्देन यद् ज्ञानम् उत्पादयति तदस्ति शाब्दबोधः इति, शाब्दबोधं ज्ञानम् इति. तत्तु श्यामः शब्दबोधः अस्ति. श्यामः शब्दबोधः नास्ति. एकक्षणं भगिनि, श्यामः शब्दबोधः नास्ति. श्यामस्य ज्ञानं शब्दबोधः न शाब्दबोधमस्ति. सत्यं सत्यम्, इत्युक्ते इदानीं रामस्य ज्ञानं कीदृशं तर्हि? प्रत्यक्षज्ञानं. हा उत्तमं, रामस्य ज्ञानं प्रत्यक्षं, श्यामस्य ज्ञानमस्ति शाब्दबोधम्. यतोहि रामस्य शब्दं श्रुत्वा तेन आधारेण तस्य मनसि ज्ञानं भवति इति कृत्वा श्यामस्य ज्ञानमस्ति शाब्दबोधं ज्ञानम् इति. तर्हि शब्दबोधज्ञानं प्रति शब्दप्रयोगः, क्षम्यतां, शाब्दबोधज्ञानं प्रति शब्दप्रयोगः कारणं, प्रत्यक्षज्ञानं प्रति शब्दप्रयोगः कारणं भवति वा? न, तत्तु चक्षुरिन्द्रियसन्निकर्षः कारणं भवति. उत्तमम्, अस्तु अस्तु अग्रे भगिनि अग्रे किन्तु प्रत्यक्षज्ञानं प्रति शब्दभोगः शब्दप्रयोगः कारणं न भवति. हस्तौ संयुक्तौ इति ज्ञानं शाब्दबोधात्मकं बोधात्मकं चेत् एव शब्दप्रयोगः कारणीभूतः भवति. अस्तु, न तदैव इदानीं चर्चां क्रियते न कृतवन्तः अग्रे अग्रे पठतु. यथार्थज्ञानं चतुर्विधं प्रत्यक्षम् अनुमितिः उपमितिः शाब्दबोधः. शाब्दबोधक प्रकारकं ज्ञानम् अस्ति चेत् एव शब्दप्रयोगः कारणं भवति, नो चेत् न. प्रत्यक्षज्ञानम् इति चेत् शब्दप्रयोगस्य स्थाने इन्द्रियसन्निकर्षः भवति. तत्र प्रक्रिया एतादृशी संयोगः इन्द्रियसन्निकर्षः ज्ञानम्. अत्रापि संयोगख्यः गुणः कारणीभूतः गुणः कारणीभूतः. किन्तु शब्दप्रयोगस्य स्थाने इन्द्रियसन्निकर्षः. अस्तु, ओके ओके. एवं च ज्ञान उत्पादनस्य प्रक्रिया अपि चतुर्विधाः. किन्तु यत्र यत्र हस्तौ संयुक्तौ इति प्रकारकं ज्ञानं चतुर्षु ज्ञानेषु यत्किमपि भवतु नाम तत्र सर्वत्र संयोगरूपगुणः कारणं कीदृशम् इति चेत् निमित्तकारणम्. अस्तु, अत्र चतुर्विध ज्ञानं भवति, प्रत्यक्षम् अनुमितिः उपमितिः शाब्दबोधः. तत्तु न शृण्वम् अहम् अनुमितिः उपमितिः शाब्दबोधकारकज्ञानम् अस्ति चेत् एव शब्दप्रयोगः कारणं. तत्र इदानीं चर्चा अस्ति तः तत् शब्दप्रयोगः शाब्दबोधकप्रकारकं ज्ञानम् अस्ति चेत् एव कारणं भवति. इत्युक्ते शब्दप्रयोगेन प्रत्यक्षज्ञानं न भवति खलु? न प्रत्यक्षज्ञानम् इति चेत् शब्दप्रयोगस्य स्थाने इन्द्रियसन्निकर्षः भवति. तत्तु इन्द्रियसन्निकर्षः कारणं भवति प्रत्यक्षज्ञानं प्रति. तत्र प्रक्रिया एतादृशी संयोगः इन्द्रियसन्निकर्षः तथैव ज्ञानम् उत्पादति. अत्रापि संयोगख्यः गुणः कारणीभूतः. संयोगाख्यः गुणः इति तत्तु किं फार्म् संयोगाख्यः संयोगात् प्रति संयोगं प्रति न संयोगाख्यः संयोगाख्यः इत्युक्ते किं तथा सहायं करोतु सुनील् महोदय. संयोगेन संयोगेन अस्ति इति न संयोगाख्यः इत्युक्ते किं रामप्रिया भगिनी संयोगनाम्ना गुणः हा संयोगनाम्ना गुणः इत्युक्ते संयोगः इति गुणः तावदेव कारणीभूतः इत्युक्ते संयोग गुणः एव कारणमस्ति हा सत्यं तस्मिन् कारणमस्ति संयोगः इति गुणः अस्ति तस्मिन् कारणमस्ति किं प्रति तत्र कीदृशम् अपि ज्ञानं भवतु इत्युक्ते प्रत्यक्षज्ञानं वा भवतु शाब्दबोधं वा भवतु अथवा अन्यप्रकारकं ज्ञानं वा भवतु मध्ये तत्र प्रायः किञ्चित् संयोगस्य अनन्तरं संयोगस्य ज्ञानं केन आधारेण भवति इति तत्र किमपि तत्र परिवर्तनं भवितुम् अर्हति परन्तु संयोगः इति गुणः अस्ति इति कृत्वा एव मूले तत्र संयोगः इति गुणः अस्ति इति कृत्वा एव तादृशज्ञानं भवति इति संयुक्तौ संयुक्तौ इति तत् प्रतीतिः तत् संयोगः कारणः हा इत्युक्ते हस्तौ संयुक्तौ इति यदा वदामः अथवा हस्तौ संयुक्तौ इति मनसि ज्ञानं भवति चेदपि आत्मनि ज्ञानं भवति चेदपि तत्र एक आत्मनि यदा अहं तत्र हस्तौ संयुक्तौ इति दृष्ट्वा मम आत्मनि तत्र तादृशज्ञानं भवितुम् अर्हति अथवा तत्र सुनील् महोदय इदानीं वदति इति कृत्वा अपि मम आत्मनि तादृशज्ञानं भवितुम् अर्हति परन्तु एकस्मिन् स्तरे प्रत्यक्षज्ञानम् अन्यस्मिन् स्तरे शाब्दबोधम् इति कृत्वा तत्र इन्द्रियसन्निकर्षः अथवा शब्दप्रयोगः इति तेन आधारेण ज्ञानं भवति परन्तु अन्ततो गत्वा संयोगः इति कश्चन गुणः अस्ति इति कृत्वा एव तत्र इन्द्रियसन्निकर्षेण वा अथवा शब्दप्रयोगेन वा तत्र तादृशज्ञानं भवति अपि च यथा पूर्वं वयं विस्तारेण चर्चितवन्तः तत्र संयोगः इति कारणं तु निमित्तकारणं भवति न तु समवायिकारणं न वा असमवायिकारणम् कीदृशम् इति चेत् निमित्तकारणं सम्यक् अस्तु तर्हि इदानीं पुस्तकात् पठेम रामप्रिया भगिनी तत्र शततमे पुटे तत्र कोष्ठमस्ति खलु तद् किञ्चित् क्रियायाः उत्पत्तिनाशयोः निरूपणप्रसङ्गे संयोगस्यापि उत्पत्तिः निरूपितः एव इह च स्मार्यते आद्यक्षणः घटे क्रिया प्रथमक्षणे तु घटे क्रिया भवति अनन्तरं द्वितीयक्षणे यस्मिन् आकाशदेशे घटः स्थितः ततः विभागः तृतीयक्षणे तेन विभागेन आकाशदेशे घटयोः संयोगस्य नाशः चतुर्थक्षणः अन्येन आकाशदेशेन सह संयोगः पञ्चमक्षणे क्रियानाशः अत्र प्रथमक्षणे किं भवति इत्युक्ते घटे किमपि कापि क्रिया भवति घटे द्वितीयक्षणे यस्मिन् आकाशदिशे घटे स्थितः ततः विभागः कापि क्रिया प्रथमक्षणे भवति द्वितीयक्षणे पूर्वस्मिन् क्षणे किमपि आकाशदेशे घटः स्थितः तस्मात् तस्य विभागः भवति इत्युक्ते घट आकाशयोः विभागः भवति तृतीयघट आकाशयोः इति परन्तु तत्र तत्र घटस्य उपाधिभेदात् यत्र घटः अस्ति तस्य आकाशस्य खलु तेन तस्मात् तस्य विभागः जायते आम् तत् तृतीयक्षणे प्रथमं द्वितीयक्षणे विभागः जायते, तृतीयक्षणे किं भवति इत्युक्ते तेन विभागेन आकाशदेशघटयोः संयोगस्य नाशः भवति. द्वितीयक्षणे विभागः जायते, तृतीयक्षणे तेन विभागेन, विभागः एव कारणमस्ति इदानीं, आकाशदेशघटयोः संयोगस्य नाशः भवति. संयोगः इति कार्यमस्ति इदानीं, तस्य नाशः. आम्, संयोगस्य संयोगनाशः इति कार्यम् इति कार्यम्. आमामां, संयोगनाशः इति इत्युक्ते आद्यक्षणस्य पूर्वक्षणे एव संयोगः आसीत् खलु, प्रथमं संयोगः अस्ति इदानीम् इत्युक्ते चिन्तयतु, तत्र हस्ते कन्दुकमस्ति खलु, हस्ते इदानीं कन्दुकमस्ति इत्युक्ते हस्तकन्दुकयोः संयोगः अस्ति. इदानीं कन्दुके काचन क्रिया जाता इति कृत्वा इदानीं कन्दुकं हस्तात् पतति. तर्हि इदानीं तत्र क्रिया प्रथमं भवति, क्रियायाः अनन्तरं किं भवति, हस्तकन्दुकयोः विभागः जायते. तेन विभागेन हस्तकन्दुकयोः यः संयोगः आसीत् तद् नश्यति. तदनन्तरं इदानीं कन्दुकं भूमौ पतति खलु, तर्हि भूमकन्दुकयोः संयोगः भवति. संयोगस्य अनन्तरं तत् क्रिया तु नश्यति खलु, यदा तत्र भूमौ पतति अपि च तत्रैव स्थगयति इति चिन्तयतु, तिष्ठति, तर्हि तत्र पतनं स्थगयति चेत् तर्हि तत्र इदानीं तत्र क्रिया अपि नष्टः भवति. इत्युक्ते अग्रिमगुणः यद्वयं पठेम तत्तु विभागः एव अस्ति, तत्र तस्य लक्षणवाक्यं पश्यामः चेत् अग्रिमपुटे एव अस्ति भगिनि, तद् एकवारं पठतु अनन्तरं विस्तरेण पठेमः तत्र, परन्तु तत् लक्षणवाक्यम् एकवारं पठतु. संयोगनाशको गुणो विभागः सर्वद्रव्यवृत्तिः. इत्युक्ते संयोगनाशकः अस्ति विभागः, संयोगनाशः इति कार्यं, विभागः इति कारणं, संयोगनाशस्य अनन्तरं नूतनसंयोगः भवति इदानीम् इति प्रक्रिया. पूर्वदेशसंयोगस्य नाशः भवति विभागेन, तदनन्तरम् उत्तरदेशसंयोगः भवति. अवगतं वा सर्वैः? अस्तु, अग्रे पठतु भगिनि संयोगस्य प्रकाराः. आम्, संयोगस्य प्रकाराः. पुनरपि घटे क्रियोत्पत्तौ पुनरपि एवमेव इति क्षणपञ्चक व्यापिनी इयं प्रक्रिया भवति. तेन इदं ज्ञायते यत् क्रियाया तादृशसंयोगः उत्पद्यते, पुनश्च अग्रिमक्रियाया विभागोत्पत्तौ तेन विभागेन पूर्वसंयोगस्य नाशश्च. अत्र संयोगस्य प्रकाराः दीयते. प्रथमं घटे क्रियोत्पत्तौ पुनः अपि घटे क्रिया उत्पत्तिः भवति. पुनः अपि एवमेव इति क्षणपञ्चकव्यापिनी इयं प्रक्रिया भवति. क्षणपञ्चकम् इति अवगच्छामि, इयं प्रक्रिया भवति इत्युक्ते क्रियाप्रक्रिया इति वा? न, तत्र उपरि यत् प्रक्रिया दत्ता अस्ति तत् प्रक्रिया तु क्षणपञ्चकव्यापिनी अस्ति खलु, तर्हि तेन तदेव तत्र. हा, तर्हि तत्र क्षणपञ्चकं भवति, प्रथमं क्रिया, तदनन्तरं विभागः, विभागस्य अनन्तरं संयोगनाशः, तदनन्तरं नूतनसंयोगः, तदनन्तरं पञ्चमक्षणे तत्र क्रियानाशः. ओ, पञ्चमक्षण, क्षम्यताम्. आम्, क्षणपञ्चकव्यापिनी इयं प्रक्रिया भवति. तेन वयं किं ज्ञायते इत्युक्ते क्रियया तादृशसंयोगः उत्पद्यते, पुनः पुनश्च अग्रिमक्रियया विभागोत्पत्तौ तेन विभागेन पूर्वसंयोगस्य नाशः। तदेव भवती इदानीम् उक्तवती, एतत् प्रक्रियायां वयं किं ज्ञायते इत्युक्ते क्रियया संयोगः उत्पद्यते, पुनः अग्रिमक्रियया विभागोत्पत्ति, तेन विभागेन पूर्वसंयोगस्य नाशः इति प्रक्रिया क्षणपञ्चकं भवति इति। इत्युक्ते तत्र क्रियानाशस्य पूर्वं संयोगः भवति खलु, तर्हि प्रथम आदिमसंयोगः यदस्ति तस्य संयोगस्य कारणं तु एका क्रिया आसीत् पूर्वं, तदनन्तरम् इदानीं नूतनक्रिया जायते, येन तत्र यत् प्रक्रिया अत्र दर्शिता तद् भवति खलु, इत्युक्ते येन तत्र विभागः विभागेन इदानीं नूतनसंयोगः नूतनसंयोगस्य पूर्वमेव तत्र पूर्वसंयोगस्य नाशः तदनन्तरं नूतनसंयोगः इति भवति इति प्रक्रिया इदानीं सर्वेषां कृते तत्र स्पष्टमस्ति वा, स्पष्टा अस्ति वा? अस्तु, तर्हि सुनील् महोदय भवान् अग्रे पठति वा। अस्य संयोगस्य उभयकर्म जन्यत्येव जन्यतेन एकतरकर्मज कर्मजन्यत्वेन च अवान्तरविभागः शास्त्रे प्रसिद्धः। संयुक्तपदार्थयोः यदा उभयत्रापि क्रिया ताभ्यां च क्रियाभ्यां यः संयोगः सः उभयक्रियाजन्यः। यदा मेषयोः संयोगः उभयक्रियाजन्यः, स्थिरे वृक्षे पक्षी संयुक्तः इति प्रत्ययसिद्धः, संयोगस्तु पक्षिनिष्ठक्रियाजन्यः। अत्र अत्र प्रथमम् अत्र विभागः इत्युक्ते संयोगविभागः इति, विभागः इति गुणः इति न, विभागः इत्युक्ते प्रकारः इत्येव। इदानीं वदतु महोदय। अत्र अस्य संयोगस्य उभयकर्मजन्यत्वेन जन्यत्वेन एकतरकर्म जन्यत्वेन च अवान्तरविभागः शास्त्रे प्रसिद्धः। इत्युक्ते अत्र पूर्वं पूर्वपञ्च क्षणपञ्चक व्यापिनीं स्वीकृत्य एव किल अत्र अत्रापि अत्र न तद् न अत्र तत्र संयोगस्य प्रकाराः इति आसीत् खलु, तस्मिन् विषये अस्ति। इत्युक्ते तत्र अवान्तरविभागः इत्युक्ते तत्र एकविधविभागः इति चिन्तयतु, तर्हि तत्र उभय उभयकर्मजन्यत्वम् अपि च एकतरकर्मजन्यत्वम् इति, इत्युक्ते संयोगः भवति उभयकर्मजन्यः अथवा एकतरकर्मजन्यः इति इति द्विविधं भवति, इत्युक्ते उभय इदानीम् अग्रे पठतु महोदय, तद् प्रायः स्पष्टं भवेत्, नो चेत् पुनः किञ्चित् चर्चां कुर्मः। संयुक्तपदार्थयोः यदा उभयत्रापि क्रिया ताभ्यां च क्रियाभ्यां च संयोगः सः उभयक्रियाजन्यः। अत्र पदार्थद्वयम् अस्ति चेत् अत्र द्वयोरपि क्रिया भवति चेत् अत्र ताभ्यां क्रियाभ्यां अत्र संयोगः जनयति, अतः अत्र उभयक्रियाजन्यः इति अस्ति। इत्युक्ते तत्र पूर्वं वयं दृष्टवन्तः खलु, संयोगः तत्र क्रियाजन्यः इति वयं तत्र यत्र तत्र क्षणपञ्चकव्यापिनी प्रक्रिया आसीत् तत्र क्रिया प्रथमम् अस्ति खलु, तर्हि इदानीं क्रिया कुत्र सा च क्रिया भवति इति आधारेण एकविध विभागः कृतः संयोगस्य। तत्र एका क्रिया पदार्थद्वये द्वयोरपि उभयक्रिया इति संयोगः संयोगं जनयति, अतः उभयक्रिया इति उभयक्रियाजन्यः इति वदामः। सत्यं, परन्तु एका क्रिया इति नास्ति खलु, इत्युक्ते मम हस्तः मम हस्तः अस्ति अपि च भवतः हस्तः इति चिन्तयतु. इदानीम् अस्माकं तत्र आवाभ्याम् इदानीं तत्र हस्तौ आवयोगो हस्तमेलनं भवति चेत् इदानीम् अत्र मम हस्ते अपि काचन क्रिया जायते, भवतः हस्ते अपि काचन क्रिया जायते खलु. उभयोः हस्तयोः अपि तत्र क्रिया जायते इति कृत्वा तदस्ति उभयक्रियाजन्यः. इत्युक्ते क्रियाद्वयम् अस्ति अत्र, एका एव क्रिया तत्र द्विनिष्ठः इति न भवति खलु. संयोगः द्विनिष्ठः परन्तु क्रिया तु भिन्ना. इदानीं तत्र भिन्ना क्रिया इत्युक्ते उभयक्रिया अस्ति, तर्हि तया क्रियया अथवा ताभ्यां क्रियाभ्याम् इदानीं तत्र संयोगः भवति इति कृत्वा तदस्ति उभयक्रियाजन्यः संयोगः इति. अत्र इदानीम् उदाहरणमपि अस्ति अत्र, यदा मेषयोः संयोगः उभयक्रियाजन्यः इति, इत्युक्ते मेषद्वयमस्ति चेत् तयोर्मध्ये संयोगः इति उभयक्रियाजन्यः इति. हा, मेषः इत्युक्ते किम् इति जानाति खलु, कः इत्युक्ते. आमाम् अहं जानामि भगिनि, अहं जानामि, न जानामि. भवती न जानाति वा मेषः इत्युक्ते? मेषः इत्युक्ते पशुविशेषः. अस्तु, इत्युक्ते किं कः इति जानाति वा? तत्र मेषः इत्युक्ते तत्र यः पशुः मे इति वदति खलु, सः पशुः अस्ति मेषः. अवगच्छति वा? कश्मीर मेषः प्रसिद्धः अत्र, कश्मीरप्रदेशे मेषः अस्ति प्रसिद्धः. हा, सत्यं सत्यं सत्यं. हा, आङ्ग्लभाषा मास्तु इति चिन्तितवती भगिनि तावदेव. सत्यं यद्भवती उक्तवती तत् सत्यं. हा, अग्रे महोदय. अत्र अतः मेषयोर्मध्ये क्रिये स्तः अतः तत्र संयोगः भवति, तदपि तदस्ति उभयक्रियाजन्यः इति. एषः संयोगः अस्ति उभयक्रियाजन्यः इति. स्थिरे वृक्षे पक्षी संयुक्तः इति प्रत्ययसिद्धः, संयोगः तु पक्षिनिष्ठक्रियाजन्यः. अत्र वृक्षः स्थिरः अस्ति, पक्षी अत्र आगत्य वृक्षे उपविशति चेत् तत्र प्रत्यय सिद्धः, संयोगः तु पक्षिनिष्ठक्रियाजन्यः इति. अत्र एकक्रिया एव अस्ति इति. सत्यं, तदस्ति एक. अस्य संयोगस्य अन्योपि विभागः अभिघातः नोदनमिति भेदेन दर्शितः. यः संयोगः शब्दं जनयति सः अभिघातः. यदा उपाध्यायः शिष्याय चपेटिकां ददाति तदा हस्तकपोलसंयोगः उत्पद्यते. सः शब्दं जनयति इति सः अभिघातः इत्युच्यते. तदितरस्तु नोदनं यः शब्दं न जनयति. अधिमन्दस्य वायोः तृणादिभिः संयोगः इह उदाहर्तव्यः यः न शब्दं जनयेत्. कश्चन संयोग संयोगजसंयोगः अपि शास्त्रे प्रसिद्धः, मुक्तावल्यादौ अवगन्तव्यः. अत्र अस्य संयोगस्य अन्योपि विभागः अभिघातः, अतः इति नूतन विभागः अस्ति संयोगस्य अभिघातः इति. नोदनमिति भेदेन दर्शितः, अतः नोदनमिति अस्ति अत्र. यः संयोगः शब्दं जनयति सः अभिघातः. अत्र एषः संयोगः शब्दं जनयति. यदा उपाध्यायः शिष्याय चपेटिकां ददाति तदा हस्तकपालसंयोगः उत्पद्यते. अध्यापकः अत्र शिष्यस्य चपेटिकां कपोले हस्तेन स्थापयति चेत् अत्र शब्दं जनयति. अतः तत् हस्तकपोलसंयोगम् अपि जनयति. सः शब्दः अभिघातः इति उच्यते. चपेटिका इत्युक्ते जानाति खलु? आमां, परन्तु इदानीन्तन दिनेषु न सहाय नास्ति. सत्यं सत्यं सत्यं, तत्तु सत्यमेव. तदितरस्तु नोदनं यः शब्दः न जनयति, इत्युक्ते केवलं नोदनम् इति चेत् शब्दं न जनयति इति, परन्तु चपेटिका अस्ति चेत् तत्र शब्दं जनयति. अतिमन्दस्य वायोः तृणादिभिः संयोगः इह उदाहर्तव्यः यः न शब्दं जनयेत्. अतः तृणः अस्ति, तृणस्य उपरि वायुः पतति चेत् तत्रापि संयोगः भवति. तत्र शब्दं न भवति, जनयेत्. इत्युक्ते इदानीं तत्र हस्तपुस्तकम् इति चिन्तयतु, अथवा यत्किमपि खलु हस्त उत्पीठिका इति यत्किमपि भवतु, तर्हि इदानीं हस्तः तत्र किञ्चित् वेगेन पुस्तकस्य उपरि स्थापयामः चेत् तत्र शब्दम् आगच्छति खलु, परन्तु मन्दं मन्दं स्थापयामः चेत् तत्र शब्द तत्र शब्दजन्यः नास्ति सः च संयोगः इति कृत्वा तत्र अभिघातः इत्युक्ते यत्र संयोगेन तत्र शब्दः भवति, शब्दः इत्युक्ते ध्वनिः आगच्छति इति अभिघातः, संयोगेन ध्वनिः न आगच्छति चेत् तत्र ध्वनिः न जन्यति चेत् तत्र जायते चेत् तत् नास्ति नोदनम् इति, तावदेव. अपि च तत्र इतोपि अन्यविध तत्र चित्रं किञ्चित् भ्रमात्मकमस्ति, वस्तुतः तत्र संयोगस्य द्विविध विभागः अस्ति, इत्युक्ते संयोगः क्रियाजन्यः अपि च संयोगजन्यः भवति, अपि च तत्र अभिघातः नोदनम् इति अपि भवति. इत्युक्ते क्रियाजन्यः इति हस्तपुस्तकसंयोगः इति चिन्तयामः चेत् हस्तपुस्तकसंयोगः अभिघातः अपि भवितुम् अर्हति, नोदनम् अपि भवितुम् अर्हति, परन्तु क्रियाजन्यः अपि अस्ति खलु. अपि च संयोगजसंयोगः इत्युक्ते किम् इति अपि वयं जानीमः, तत् पूर्वं तत्र पृथक्त्वस्य विषये वयं कर्मजसंयोगः संयोगजसंयोगः इति किञ्चित् चर्चा तु जाता एव यदा तस्य पठनम् अभवत् तदा. अस्तु, उत्तमं. तर्हि एतावत्पर्यन्तं सर्वं स्पष्टं स्यात्. प्रश्नः अस्ति चेत् पृच्छतु, नो चेत् आगामिमङ्गलवासरे मेलिष्यामः. अस्तु. अत्र भगिनि, तत् एकरीत्या कथम् अस्ति, एकतरक्रियाजन्यः उभयतरक्रियाजन्यः, तत्तु क्रियाजन्य तु क्रियते, तत् संयोगजन्यस्य कोऽपि अत्र नास्ति न? हा, प्रभेदः नास्ति, सत्यं. क्रियाजन्यस्य एव तत्र द्विप्रकारः अस्ति, एकतर इत्युक्ते क्रिया एकस्मिन् अधिकरणे एव भवति वा अथवा उभयोः अपि भवति वा इति आधारेण तत्र द्विप्रकारकम् अस्ति, परन्तु संयोगजसंयोगस्य तु तादृशं नास्ति किमपि. धन्यवादः. अस्तु, धन्यवादः. शुभरात्रिः. धन्यवादः. धन्यवादः. Thank you.